सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। विषयः अस्ति अदादिगणः अजन्तदातवः इति। तत्र गतवर्गे रुशब्दे इति धातोः विषये अस्माभिः चर्चा कृता। तत्र तुरु तु शम्यमः सार्वधातुके इत्यनेन वस्तुतः तत्र पञ्चदातवः सन्ति तु रु तु शम् अम्। एभ्यः धातुभ्यः हलादि सार्वधातुक तिङ्प्रत्ययस्य विकल्पेन ईट् आगमः भवति। तर्हि हलादि सार्वधातुकप्रत्ययस्य ईट् आगमः भवति एतेषां धातूनाम् इति चर्चा कृता अस्माभिः। तर्हि वस्तुतः तत्र रु धा रु इति धातुं वयं स्वीकुर्मः, तत्र उतो वृद्धिर्लुकि हल् इत्यनेन वृद्धिः भवेत्। तर्हि अत्र तत्र ईट् आगमः यदा भवति तदानीं तत्र वृद्धिः न जायते, यतोहि इदानीं तु हलादिः नास्ति खलु इति कृत्वा तत्र भिन्नमेव रूपं जायते। तत्र रुयोगः इदानीं ईट् आगमः भवति, तुरुस्तु शम्यमः सर्वधातुके इत्यनेन ईट् आगमः भवति, रुयोगः ईट् ईट् योगः ति रुयोगः ईति। इदानीं गुणः जायते रो एचो यवायावः रव् रवीति इति रूपं लभ्यते, न तु तत्र उतो वृद्धिर्लुकिहाल् इत्यस्य कार्यं न भवति, यतोहि विशिष्टसूत्रमस्ति। अस्तु, तत्र रूपाणि अपि अस्माभिः साधितानि। ततः अग्रे अत्र नुङ् नुङ् धातुः अपनये नयने न अपनये न अपनयने अपनयने इति धातुः। तर्हि इदानीं ततः आरभ्य पश्यामः। लक्ष्मी भगिनी आरब्धुमिच्छति वा? आं भगिनि, पठामि। नुङ् अपनयने इति धातुः मित् अस्ति, अतः आत्मनेपथ्य धातुः, अन्यत् सर्वं सामान्यमेव। हलादिपिच्चु आत्मनेपदिधातुषु नास्ति एव। अजादिपिच्चु गुणः अवादेशः, नु योग ऐ सार्वधातुकार्थधातुकयोः इत्यनेन गुणः, नो योग ऐ एचो यवायावः इत्यनेन अवादेशः, न योग नः योग अव् योग ऐ नवै नह्वै इति शब्दरूपम्। हलादि अपिच्चु निति च इत्यनेन गुणनिषेधः, नुः नुः कथं नु योगते नुते। अजादि अपिच्चु निति च गुणनिषेधः, अचिष्णु धातु ब्रुवाम् इवोरियङ् वङौ इत्यनेन उवङ् आदेशः, नु योग आते नु योग उव् योग आते नुवाते इति अन्तिमरूपम्। अत्र उकारान्तधातुषु विशेषधातुः नु नुङ् इति नुङ् अपनयने इति धातुः इत्यस्य प्रक्रिया कथं भवति इति अत्र प्रदर्शिता अस्ति। तर्हि अत्र हलादिपित्सु तु आत्मनेपथ्यधातुषु हलादिपित् नास्ति इति कारणतः किमपि कार्यं नास्ति। अजादिपित् इत्यत्र तु गुणः भवति, अवादेशः अपि भवति। यत्र उदाहरणार्थं नु योग ऐ उत्तमपुरुष एकवचने सार्वधातुकार्थधातुकयोः इत्यनेन गुणः, यचो यवायावः इत्यनेन अवादेशः अपि भूत्वा नवै इति अन्तिमरूपं स्वीक्रियते। अपित्सु हलादि अपित्सु गुणनिषेधः इति च सूत्रेण भवति। उदाहरणार्थं नु योगते इत्यत्र गुणनिषेधः भूत्वा नुते इति केवलं वर्णमेलनं भवति। अजादि अपिच्चु यथा पूर्वम् उक्तम् अचिष्णुधातुपूर्वम् इवोरियङ्गुवङौ इत्यनेन उकारान्तधातुः अस्ति, गुणः अपि न भवति, अजादिप्रत्ययः परे अस्ति। अत्र उवङ् आदेशः भूत्वा नु नुः योग आते इत्यत्र उवङ् उव आदेशः नुवाते इति अन्तिमरूपम् सिद्ध्यते। अत्र समीचीनं भगिनि, लटीरूपाणि वदतु। आं भगिनि, नुः लट्टि अत्र आत्मनेपदि धातवः सर्वे अपितः अतः नुह् योग ते नुह् योगते नुते इति अत्र हलादि ते ते आते अते तर्हि अत्र ते इत्यत्र हलादि अपित् अस्ति नुते इति रूपं नु योग आते इत्यत्र तु अजादि अपित् अस्ति अजादि अपित्सु अचिष्णुधातुपूर्वं युवोरियङ्गु वङौ इत्यनेन उवङ् आदेशः तर्हि नुह् योग आते नुह् नुवङ् नुव् इति भवति नुवाते इति रूपं नुव् योग अते इत्यत्रापि उवङ् आदेशः भूत्वा नुवते इति रूपं नु योग से इत्यत्र अपित् अस्ति हलादि अपित् केवलं वर्णमेलनं नु से अत्र आदेशप्रत्ययोः अपि भूत्वा नुषे इति रूपं नु योग आथे अचिष्णुधातुपूर्वं युवर्यङ् उवङ् उवङ् आदेशः नुवाथे नु योगद्वे नु नुद्वे इति रूपं केवलं वर्णमेलनम् अत्र नु योग ए इत्यत्र अजाति अपित् अस्ति तर्हि उवङ् आदेशः नुवे नुवे इति रूपं नुह्वे तत्र वस्तुतः हकारस्य अपि उच्चारणं भवेत् खलु नुह्वे इति नुह्वे इति रूपं नु नुह् योग वहे वर्णमेलनं नुह् वहे नुह् महे इति रूपाणि सर्वत्र हकारस्य उच्चारणं भवेत् नुह्ते नुह्ते नुह्वाते नुह्वते नुह्षे नुह्वाथे नुह्द्वे नुह्वे नुह्वहे नुह्महे इति रूपाणि क्षम्यतां समीचीनं समीचीनं तर्हि इदानीम् अग्रे किम् उषाभगिनी लोटि वदति वा ह्नु धातु लोट् आत्मनेपति ताम् आताम् अताम् ह्नु योगः तां ह्नु योगः तां ताम् अपित् प्रत्ययः इत्यनेन ह्नुताम् एव भगिनी ह्नुतां रैट् नुहतां चल् डु ऐ हेव् टु से देट् ह्नुतां इत्युक्ते वस्तुतः हकारस्य उच्चारणं नकारस्य अनन्तरं अनन्तरम् इति वा ओके ओके नुह्ताम् ओके नुह्तां नुह्ताम् अस्तु भगिनि नुह्ताम् आताम् अजादि अपित् इत्यनेन अचिष्णुदादु ब्रुवामि इवोरियङ्गु वङ्गौ इत्यनेन उवङ्ग् आदेशः नु इति नुव् भवति नुवहातां नुवहतां न नुह्वातां नुह्वताम् ओ नुह् वातां ओके ओके जस्ट् नु अपि च एव नुह् वातां ओके नुह् वातां अस्तु भगिनि नुह् वातां नुह् वतां स्व मध्यमपुरुष एकवचनं स्व स्व अपि अपित् प्रत्ययः हलादि अचिष्णुधातु ब्रुवां कार्यं नास्ति सो नुह् स्व नुह् श्व कवर्ग इत्यनेन इन्कोः इत्यपि कार्यम् अस्ति नुह् कवर्ग हकारः कवर्ग इति नास्ति सो ओ नु हयवरट् लण् हयवरट् लण् इन् इन् अस्ति इत्यनेन इन् परणकारः अस्ति इत्यनेन तस्य कार्यम् अस्ति न इन् परणकारः नकारः न निमित्तम् न भगिनि नकारः नास्ति इन्कोः इति आदेशप्रत्ययोः इत्यस्य निमित्तं न निमित्तं किमस्ति इन्कोः इत्यत्र कः वर्णः इन्कोः पूर्वम् अस्ति चेत् सकारः आदेशः अथवा प्रत्ययः अस्ति चेत् तत् समीचीनम्. इन्को इति ये वर्णाः तत्र सन्ति तत् अत्र कः वर्णः हकारः इति मम चिन्तनं न लण् न हकारात् अनन्तरं षकारः नास्ति ओ आमामाम् ऐ स्विच् इट् ओके ओके ओन्लि फार् प्रनौन्सियेशन् ओके ओके क्षम्यताम् आं भगिनि सो नुह् स्व एव नुक् स्व इति परन्तु नु अस्ति इत्यनेन उकारः अस्ति इत्यनेन शर्पं भवति अस्तु अस्तु क्षम्यताम् नुष्व एव परन्तु उच्चारणसमये एव नुह् स्व इति भवति अस्तु नुक्ष्व आताम् आताम् इति अजादि अजादि अपित् अचिष्णुदादु ब्रुवां कार्यं करोति ऊ इति उब् भवति नुह् वाताम् नुह् वातां भवति द्वम् अजादि नाट् अजादि हलादि हलादि अपित् हलादि अपित् सो नुह् द्वं नुह् द्वम् एव ऐ आवहै आमहै तदपि ऐ इति अत्र पश्यतु इति पश्यतु भगिनि इदानीं ब्रह्म इत्यत्र अत्र वर्णक्रमः कथमस्ति भकारः रेप अकारः हकारः मकारः अकारः अकारः मकार उत्तरवर्ती अकारः अस्ति तर्हि ब्रह्म तत्र हकार उत्तरवर्ती अकारः एवम् अत्र उच्चारणं कुर्मः चेत् तर्हि नकारस्य उच्चारणं प्रथमतया अनन्तरं हकारः अनन्तरम् उकारः खलु यथा ब्रह्म एवं वा न वा ब्रह्म हकार उत्तरवर्ती अकारस्य उच्चारणमस्ति खलु ब्रह्म वस्तुतः अत्र ब्रह्म इति अस्ति ब्रह्म इति अस्ति लेखने लेखनसमये आम् उच्चारणसमये ब्रह्म हकार उत्तरवर्ती अकारस्य हकारः अनन्तरमेव अकारः वयं एवम् अत्र नुह् इति न वदामः अत्र वस्तुतः नुह् नु नुः हु हु इति भवेत् अत्र नुः नकारः ओ अस्तु ओ नु अस्तु नु नु नु एवम् इत्युक्ते वस्तुतः उच्चारणे क्लेशः अस्ति वदतु द्वं वेन् ओके ह्नु द्वम् उच्चारणसमये नुः नुः निः द्वं नुहु द्वं नुः त्वं नुः द्वम् ओके अस्तु भगिनि ऐ आवहै आमहै अजादि अजादिपित् अजादिपित् इत्यनेन गुणकार्यम् अस्ति अजादिपित् सार्वधातुक आर्धधातुकयोः गुणः ह्नो भवति अनन्तरम् एचो अवायावः हनवै उपचारणसमये हवै अस्तु आवहै आमहै आवहयामहै अपि अजादि अजादिपित् गुणः गुणः इत्यनेन ह्नावहै ह्नामहै लेखनसमये नहावहै नहामहै आमाम् इत्युक्ते अत्र कश्चन क्लेशः अस्ति एव आम् क्षम्यतां नास्ति तर्हि इदानीम् अग्रे किं सरस्वती भगिनी वदति वा लङ्गि आं भगिनि तर्हि लङ् लङ् मध्ये प्रत्ययाः सन्ति त आताम् अतो प्रथमपुरुषेषु, तर्हि त ताम् अत अत्र लुङ् लुङ् ष्वळदात्तः इत्यनेन अडागमः भवति, अतः तत्र केवलम् अ अवशिष्यते. तर्हि लङ् प्रत्ययाः सर्वे अपित् सन्ति, अतः यत्र हलादि सन्ति तत्र केवलं वर्णमेलनं. तर्हि अनुत् तदनन्तरम् आताम् अस्ति, तत्र अजादि अस्ति, अतः अचिष्णुधातु ब्रुवं ह्युवोर्यङ्वङ्गो, अनेन उवङ्ग् भवति, अतः अन्वुत्ताम् सारि अन् अन्वाताम् यतोहि तत्र उवङ्ग् अस्ति, तर्हि उवाताम् अनुवाताम् अन्वुत, पुनः तत्रापि अजादि अस्ति अतः अचिष्णुधातु ब्रुवां. तदनन्तरं मध्यमपुरुषे अन्हुवत वत् वत् अत अस्ति अतः अन्हुवत. तदनन्तरं मध्यमपुरुषे थाः आथां ध्वं, थाः हलादि अस्ति अतः किमपि कार्यं नास्ति, तर्हि केवलं अन्हुथाः अन्हुथाः आथाम् अत्र अचिष्णुधातु ब्रुवां युवोर्यङ्गुवां इत्यनेन उवङ्ग् आगच्छति, अत्र अतः अन्हुवाथां ध्वम् अस्ति, तत्र कार्यं नास्ति अन्हुध्वम्. तदनन्तरम् ई वहि महि, ई अजादि अस्ति अतः उवङ्गादेशः भवति अन्हुवि. वहि महि हलादि अपित् अतः तत्र कार्यं नास्ति अन्हुवहि अन्हुवहि. अस्तु अस्तु, समीचीनं भगिनि, धन्यवादः. इदानीं विधि विधिलिङ्ग्लकारः शोभभगिनी वदति वा? आं भगिनि, विधिलिङ्गलकारे अजादि अपित् प्रत्ययः, प्रथमपुरुषे ईता ईयाताम् ईरन् इति, इदानीं हृ आरम्भे हृ इति धातुः इति हृ इति वदामि भगिनि, हृ योगः ईता, इदानीं तत्र हृ किं नु हृ इति योगः ईता, तर्हि तत्र अजादि अपित् प्रत्ययः, गुणस्य प्रसक्तिः नास्ति, तर्हि अचिष्णु धातु ब्रुवाम् इति सूत्रेण उकारः अस्ति धातोः अन्ते इत्यतः उवङ्गादेशः, नु नुव् इति भवति, नुवीत न नुह्वीत नुह्वीत खलु नुह्वीत आमां वदतु आं समीचीनं नुह्वीयातां तत्र तथा एव अग्रे अपि नुह्वीयातां नुह्वीरन् नुह्वीथाः इत्युक्ते तत्र सर्वत्र अचिष्णुधातु ब्रुवाम् इत्यस्य कार्यं भवति नुह्वीयात् नुह्वीथाः नुह्वीयाथां नुह्वीध्वं नुह्वीय नु न इदानीं ईवहि हा तत्रापि ईय ईव ईमहि ईय हा तत्र नुह्वीय नुह्वी नुह्वीय नुह्वीवहि नुह्वीमहि इति रूपाणि भवन्ति. समीचीनं, सम्यक् इति नु धातोः विषये विषयः समाप्तः. तर्हि रूपाणि साधितानि. इदानीम् अस्माकं प्रसिद्धः धातुः भ्रूय व्यक्तायां वाचि इति, किं विजयलक्ष्मी भगिनी पठति वा? नमस्ते भगिनि. नमस्कारः. ब्रूय व्यक्तायां वाचि इति धातुः ञित् अस्ति अतः उभयपदि धातुः. ब्रुव ईट् हलादिपिति एव ईट् आगमः भवति. ब्रूति ब्रू योगः ईट् योगः ति ब्रू ईति स सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः ब्रो इति एचोयवायावः इत्यनेन अव आदेशः ब्रू अव इति ब्रवीति हलादिपितः एते ति सिमि तु त स अतः ब्रवीति ब्रवीषि ब्रवीमि ब्रवीतु अब्रवीत् अब्रवीः अत्र ब्रू धातोः विषये ब्रू वक्तायां वाचि इति धातुः ब्रू यकारः ङित् अस्ति अतः उभयपदी धातुः ब्रुव ईट् इति सूत्रम् अतः ब्रू धातोः ईट् आगमः भवति हलादिपिति एव ईट् आगमः भवति ब्रूयोगः ति ब्रूयोगः ईट् ब्रुव ईट् इति सूत्रेण ईट् आगमः अनन्तरं तिप् ब्रू ईति इति भवति टकारस्य लोपः भवति सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भूत्वा ब्रू इत्यस्य ब्रो इति भवति अनन्तरम् एचोयवायावः इति ब्रो इत्यस्य ब्रव् अपि च ईति इति अस्ति ब्रवीति इति केवलं वर्णमेलनम् एवमेव हलादिपित् यत्र यत्र भवति तत्र ति सि मि तु त स इत्यादिषु प्रत्ययेषु परेषु हलादिपित् अस्ति इति कृत्वा ब्रवीति ब्रवीषि ब्रवीमि अपि च ब्रवीतु अब्रवीत् अब्रवीः इति रूपाणि सिद्ध्यन्ति अग्रे पठामि वा भगिनि आमाम् अग्रे पठतु ब्रुवः पञ्चानाम् आदित आहो ब्रुवः परस्मैपदस्य लट्लकारे एकनिमिषं भगिनि ब्रुवः पञ्चानाम् आदित आहो ब्रुवः परस्मैपदस्य लट्लकारे ब्रू धातुतः प्रथमपञ्चानां तिङ्प्रत्ययानां क्रमेण तिप् तस् झि सिप् थस् इत्येतेषां स्थाने स्थाने नल् अथुस् उस् थल् अथुस् इति आदेशाः विकल्पेन भवन्ति अपि च अस्मिन् पक्षे सति ब्रू धातोः स्थाने आह् इति धात्वादेशो भवति अस्तु अस्तु अतः ब्रवीति इत्यस्य स्थाने आह् योगः नल् आह् योगः अ आह आहतुः आहुः आहतुः इति अपरं रूपमपि रूपाणि अपरम् इत्यस्य अपराणि इति भवति वा भगिनि अपरे भवति वा अपरः अपर अपरम् इत्युक्ते अपराणि अपरः इति अपरः इति पदं त्रिषु लिङ्गेषु भवति वा इति द्रष्टव्यम् अपरः अपरम् अपरा हा त्रिषु लिङ्गेषु भवति सत्यं भवति अपरम् अपराणि रूपाणि अपराणि रूपाणि सिद्ध्यन्ति अतः ब्रुवः पञ्चानाम् आदित आहो ब्रुवः इति सूत्रं सूत्रं किं वदति इत्युक्ते परस्मैपदस्य लट्लकारे ब्रू धातुतः प्रथमपञ्चानां तिङन्तप्रत्ययानां क्रमेण तिप्तस् झि सिप्तस् इति एतेषां पञ्चानां प्रत्ययानां आदेशः भवति क्रमेण नल् अथुस् उस् थल् अथुस् इति विकल्पेन भवति भवन्ति अपि च यदा विकल्पस्य पक्षे भ्रूधातोः रूपाणि कथं भवति इति अग्रे लिखितमस्ति. ब्रूति ब्रूयोगः ति इत्यस्य स्थाने ब्रू इत्यस्य स्थाने सम्पूर्णतया अतुस् इति न ब्रू इत्यस्य स्थाने न ति इत्यस्य स्थाने नल् इति भवति वा भगिनि? न न न ब्रू इत्यस्य स्थाने आह् इति भवति. अपि च ति इत्यस्य स्थाने नल् इति आदेशः भवति. तदा नल् इत्यत्र लकारस्य लोपः भवति, नकारस्यापि लोपः भूत्वा अकारः एव अवशिष्यते. अतः आह् योगः अ आह ब्रवीति इत्यस्य स्थाने आह इत्यपि समान अर्थे भवति. ब्रूतः इत्यस्य स्थाने ब्रू इत्यस्य स्थाने आह, अपि च अग्रिमम् अतुस् अतुस् इति तस् इत्यस्य स्थाने अतुस् इति आदेशः. तत्र सकारः विसर्गः भवति. अस्तु, अन्ते अस्ति तत् सूत्रं मनसि न आयाति. तुस्माः हा न विभक्तौ तुस्माः इत्यनेन सकारस्य लोपः न भवति. अतः आहतुः इति सिद्ध्यति. भ्रू योगः अन्ति इत्यत्र आह् योगः अन्ति इत्यस्य स्थाने उस् इति आदेशः. आहुः भ्रूथः इत्यस्य स्थाने आह् योगः अथुस् आहतुः. ब्रू योगः सि न सिप् थस् दिप्तश्चि सिप् थस् इत्यस्य स्थाने आह् योगः थल् आह् योगः थल् आहस्थः इति. सकारः कुतः आगतं भगिनी तत्र? कुत्र? ब्रू योगः तिप्तस्झि सिप् थस् तस् झि सिप् थस्. अत्र किञ्चित् थस् सि न ब्रूयोगः सि इति किमर्थं लिखितमस्ति अत्र? इत्युक्ते क्रमेण तिप्तस् झि सिप् थस् थस् इति इत्यत्र खलु तत्र इत्युक्ते तत्र विपरीतरीत्या लिखितमस्ति. प्रथमतया सि लेखनीयं, तदनन्तरं तः लेखनीयं, तदनन्तरं थ. ब्रू योगः सिप् इत्यस्य स्थाने थल् इति आदेशः भवति. आह योगः थल् आह योगः थ. तत्र सकारः अस् इति कुतः आगतम् इति सूत्रमस्ति भगिनि, आहस्थः सूत्रेण. ओ आहस्थः इति सूत्रेण तत्र किं भवति इत्यनेन आह् इत्यस्य हकारस्य स्थाने थकारादेशः भवति. झलि परे थकारः झल् प्रत्याहारे अस्ति, अतः ह स्थाने हकारादेशः आथ् योगः थ. खरि च इति चर्त्वसन्धिविधायकसूत्रेण खरि परे झलां चरः स्युः, थ स्थाने तकारः आथ इति रूपं सिद्ध्यति. अतः आह् आहतुः आहुः आथ आहतुः इति सर्वनामस्थाने पञ्चानाम् इति अत्र. इतः परं किं भवति? ब्रू इत्यस्य एव वा रूपाणि? ब्रू इत्यस्य एव सामान्यरूपाणि तावदेव. केवलं पञ्चानाम् इत्युक्ते अत्र आहः आह आहुः इति प्रसिद्धमस्ति, सर्वत्र दृश्यते. इत्युक्ते तत्र शास्त्रीयग्रन्थेषु एवं प्राहुः प्राहुः प्राहुः इति बहुधा दृश्यते, एवम् आहः प्राहः इत्यपि दृश्यते, प्राहः इति आहुः इति. तर्हि अत्र स्मरणे अस्ति चेत् लाभदायकमस्ति. अत्र यादृश प्रत्ययाः सन्ति, एते प्रत्ययाः लिट्लकारे अपि भवन्ति, नल्लतुस् उस् तल् इति लिट्लकारे एवमेव प्रत्ययाः भवन्ति. परस्मैपदेषु एव किं परस्मैपदी रूपाणि एव एवं ब्रूते परस्मैपदे एव परस्मैपदस्य इत्युक्ते वस्तुतः सूत्रमस्ति परस्मैपदानां नल्लतुस् उस्तल् अतुस् अनल्वमाः इति सूत्रमस्ति. लिट्लकारे ये परस्मैपदि तिङ्कृत्याः सन्ति तेषां स्थाने एवम् आदेशः भवन्ति, नल् अतुस् उस्तल् अतुस् अनल्वमाः इति. तस्य एव अनुवृत्तिः अत्र विदो लटो वा इति सूत्रमस्ति. तत्र विद्धातोः विषये अपि एतादृश आदेशाः भवन्ति परस्मैपदस्य प्रत्ययानां, नल् अतुस् उस्तल् अतुस् अनल्वमाः इति आदेशाः भवन्ति. तस्य अनन्तरमस्ति सूत्रमस्ति भ्रुवः पञ्चानाम् आदितः आहो भ्रुवः इति. अत्र अपि पुनः परस्मैपदानाम् एव, केवलं पञ्चानां प्रत्ययानाम् एव. पूर्वं तु सर्वेषां प्रत्ययानाम् आदेशः उक्तः, परन्तु अत्र तु केवलं पञ्चानामेव भ्रूधातोः विषये, केवलं परस्मैपदेषु एव, न तु आत्मनेपदेषु. अस्तु तर्हि मध्यमपुरुष एकवचनम् आथ इति रूपम् अस्ति भगिनि भगवद्गीतायाम् एकादश अध्यायः तृतीय श्लोके. भवति इत्युक्ते सिप् परे रूपं न भवति इति न, इत्युक्ते तद् विकल तद् विरलतया कुत्रचित् वयं प्राप्नुमः, परन्तु बहुत्र किं प्राप्नुमः इति चेत् आह आहुः इति बहुत्र प्राप्नुमः इति. मध्यमपुरुषे यद् रूपमस्ति तदपि वयं पश्यामः तत्र साहित्यग्रन्थेषु वयं पश्यामः, बहुत्र पश्यामः, परन्तु प्रसिद्धरूपं तु आह आहुः इति प्रसिद्धरूपमस्ति. वस्तुतः अत्र आह इति वदति चेत् धातुः कः इति संशयः जायते, तर्हि अत्र वस्तुतः धातुः अस्ति भ्रूधातुः आह. अस्तु तर्हि अत्र सूत्रद्वयमस्ति, भ्रुव ईट् इति सूत्रेण हलादिपिति ईट् आगमः भवति, अनन्तरं भ्रुवः पञ्चानाम् आदितः आहो भ्रुवः इत्यनेन सूत्रेण तत्र किं भवति इति चेत् भ्रूधातोः परस्मैपदीयः धातुः, तत्र प्रथमपञ्चप्रत्ययाः ये प्रत्ययाः सन्ति तिप्तस् झि सिप्तस्थ सिप् तस् इति ततः तावत्पर्यन्तं तेषां प्रत्ययानां स्थाने नल् अतुस् उस् तल् अतुस् इति आदेशाः भवन्ति, अपि च भ्रू इत्यस्य स्थाने आह इति. अत्र वस्तुतः हो अग्रे सूत्राणि दत्तानि. ओके अस्तु, एकवारं सूत्राणि पठित्वा तदनन्तरम् अत्र कथं रूपाणि साधयामः इति वयं पश्यामः. इदानीं तत्र सूत्राणि वयं पश्यामः, तत्र किं विजयाभगिनी पठति वा ब्रुव ई इति सूत्रम्? भगिनि क्षम्यताम्, तत् पूर्व प्रश्नः अस्ति, तत् पृच्छामि वा अग्रे पृच्छामि वा? आमां पृच्छतु भगिनि. अस्माकम् इदानीम् उकारान्तधातवः चतुर्दशधातवः इति उक्ताः, तत्र सामान्यधातुषु अपि ह्लुङ् धातुः अत्र अन्तर्भूतः अस्ति सामान्यधातुषु, किन्तु तत्र सामान्यभवती अस्माकं करपत्रे एव उकारान्तधातवः ये उक्ताः, ततः परं सामान्यधातवः नवधातवः वा इति उक्त्वा केचन धातवः उक्ताः, तत्रापि ह्लुङ् धातुः निर्दिष्टः अस्ति, तत्र वृद्धिः भवति इति उक्तं, किन्तु पुनः पृथक्तया उक्त्वा तत्र वृद्धिः न भवति रूपाणि यथा साधयामः तत्र वृद्धिः न दृश्यते इदानीमेव अस्माभिः यतोहि आत्मनेपदीप्रत्ययः खलु नू धातोः केवलम् आत्मनेपदी अयं धातुः आत्मनेपदी अस्ति अतः प्रत्ययः आत्मनेपदिनः आत्मनेपदिनः तर्हि आत्मनेपदी प्रत्ययेषु हलादिपित्येव नास्ति कोऽपि प्रत्ययः नास्ति हलादिपित्ति प्रत्ययः एव नास्ति अतः इति कारणात् तत् सूत्रमपि न प्रवर्तते तावदेव अतः तर्हि तेषु अत्र ह्नुम् इति प्रायः न स्यात् तस्मिन् गणे नवधातुषु ह्नुम् इति अपि अन्तर्भूतः तत्र सामान्यदातवः इति अत्र उक्तं सामान्यदातवः एव यते अयं धातुः सामान्यदातवः इत्युक्ते विशेषसूत्रं किमपि नास्ति खलु सूत्रं नास्ति वृद्धिः अपि नास्ति अस्तु अत्र अयं यद् सेक्षन् अस्ति अत्र सामान्य औकारान्तदातवः इत्युक्ते अत्र वृतो उदो वृद्धिलुकि हलि एव भवति इति तदर्थं तत्र उक्तम् इति नास्ति इत्युक्ते अत्र केवलम् उतो वृद्धिलुकि हलि इत्यस्य प्रसक्तिः अस्ति चेत् भवति नो चेत् अन्यविशिष्टसूत्रं किमपि नास्ति इति अर्थः इत्युक्ते अत्र ये दातवः उल्लेखिताः कु टुक्सु स्नु इति अत्र केवलं नुम् इति धातुः एव आत्मनेपदि वा अन्यधातुः आत्मनेपदि अस्ति वा अत्र कोऽपि पश्यतु अत्र किमुक्तं हलादिपिति अस्ति चेत् उतो वृद्धि लुकि भवति हलादिपिति नास्ति चेत् हलादि अपित् भवति हलादि अपित् भवति चेत् गुणनिषेधः तावदेव तावदेव अत्र अत्र यद्यपि अत्र उल्लेखितम् इति अस्ति शूङ् इति अस्ति खलु तत्तु अग्रे अग्रे उक्तमस्ति तत्तु अग्रे अत्र सामान्य उकारान्तेषु नास्ति अत्र अन्य आत्मनेपदि धातुः अस्ति नौति इति एव सर्वं परस्मैपदिनः एव तर्हि केवलं नुङ् एव आत्मनेपदि धातु इति कृत्वा पृथक्तया सब अन्ततो गत्वा पुनः उल्लेखितम् अत्रापि तस्य अन्तर्भावः अस्ति यतोहि हलादिपित् प्रत्ययः नास्ति चेत् किं कर्तुं शक्यते तत्र उतवृद्धि लुकि इत्यस्य प्रसक्तिः नास्ति यत् अत्र ये प्रत्ययाः सन्ति सर्वे हलादि अपितः अतः गुणनिषेधः तावदेव समीचीनं भ्रमः जातः क्षम्यतां सम्यक् सम्यक् अस्तु समीचीनः प्रश्नः अस्तु इदानीं किं विजयाभगिनी पठति भगिनी भगिनि तथैव तुरुस्तु शम्यनः सार्वधातुक इत्यस्मिन् सूत्रे तु इति सौत्रः इति उक्तम् अपि च रु तु इति एव अदादिगणीयः शम् अम् इति भादिगणीयः वा दिवादिगणीयस्य धातुः इति उक्तं शम् उपशमे इति दिवादिगणीयधातुः किन्तु अत्र रूपाणि रूपद्वयं तु अष्टाध्यायां रूपदिविता इति नास्ति इति मन्ये किं दिवादिगणीयधातु हा दिवादिगणीयः अस्ति किन्तु अत्र ईटागमेन रूपद्वयं न प्रदर्शयति इति पुनरेकवारं पश्यामि शमु उपशमे इति धातुः खलु उपशमे इति धातुः भुवादिगणेशदानीय धातुः विषये ईडागमः केवलं छन्दसि एव भवति न तु लोके यतोहि लोके मध्ये विकरणप्रत्ययः आयाति यतोहि हलादि सार्वधातुक तिङ् प्रत्ययः परः भवेत् धातुभ्यः साक्षात् हलादि सार्वधातुकप्रत्ययः भवेत् दिवादिगणे तु य इति प्रत्यय दिवादिभ्यः श्यन् य इति प्रत्ययः अस्ति तर्हि अत्र अङ्गात् ईट् वा हलि सारोदातुके तिङि तिङ् प्रत्ययः धातुतः साक्षात् भवेत् तादृशं नास्ति खलु दिवादिगणे अपि भुवादिगणे हलि सारोदातुके तिङ् प्रत्ययः धातोः साक्षात् अनन्तरं केवलम् अदादिगणे एव भवति यतोहि तत्र विकरणप्रत्ययस्य लोपः भवति दिवादिगणे भुवादिगणे तु विकरणप्रत्ययस्य लोपः न भवति अतः ईडागमः अपि न भवति अवगतं वा? हा, तर्हि अत्र रूपद्वयं सम्भवेत् खलु? न, पश्यतु, सम् धातुतः य इति विकरणप्रत्ययः अस्ति, तस्य अनन्तरं तिङ्प्रत्ययः अस्ति. तिङ्प्रत्ययः एव हलि सारदातुके तिङि. धातुतः साक्षात् भवेत्, धातोः अत्र अङ्गात् पञ्चम्यन्तमस्ति खलु परकार्यम्, अङ्गस्य साक्षात् अनन्तरं तिङ्प्रत्ययः भवेत्, तादृशसम्भवः नास्ति दिवादिगणे. अतः अस्य सूत्रस्य कार्यं न भवति दिवादिगणे, न भवति भवादिगणे. तर्हि किमर्थं सूत्रे उक्तम् इति चेत् छन्दसि भवति, छन्दसि भवति, छन्दसि तत्र विकरणप्रत्ययस्य लोपः विकल्पेन भवति. शन्नित्यस्यापि भवति वा? शन्नित्यस्य भवति, भवादिगणे सप्पित्यस्यापि भवति, विकल्पेन एकस्मिन् पक्षे भवति, एकस्मिन् पक्षे न भवति. इति कृत्वा छन्दसि अस्य सूत्रस्य कार्यं भवति, न तु लोके. अस्तु, अस्तु भगिनि. इदं सूत्रम् अस्माभिः पठितं वा? तदेव सा पृष्टवती, रूपं द्वयं भवति वा इति. हा, न भवति. एकस्मिन् पक्षे छन्दसि अस्ति, अन्यस्मिन् पक्षे नास्ति चेत् इति सा पृष्टवती, रूपं द्वयं भवति वा इति. छन्दसि भवति रूपद्वयं, लोके न भवति, लोके सूत्रस्य प्रसक्तिः नास्ति, यतोहि विकरणप्रत्ययः मध्ये अस्ति. इदं सूत्रम् अस्माभिः पठितं वा? मम संशयः जायते. पठितं भगिनि, पठितं. पठितं खलु, अस्तु. हा, पठितमेव. इति अत्र उक्तमपि, रूपाणि एतेषां धातुना रूपाणि द्विविधा भवन्ति. ईडागमः अस्ति चेत् एकं रूपं, नो चेत् अन्यत् रूपम् इति. तर्हि यथा पश्याम, दृष्टवती तु इत्येषां तु प्राप्तं, शम् अम् इत्येषां तु रूपद्वयं न प्राप्तम्. अतः तत्तु यतोहि विकरणप्रत्ययः मध्ये अस्ति तत्र, तदर्थं. धन्यवादः. अस्तु, विजया भगिनी पठतु. आं महोदय, अत्र गुरुव ईट् एव खलु महोदय सूत्रं? महोदय, महोदय, आमां, गुरुव ईट्. आमां, आत्मनेपदे पूर्णतया नुक् नु धातुवत् इदानीमेव दृष्टवन्तः, तदेव अत्र उदाहरणरूपेण स्वीकुर्मः इति तत्र दत्तं. ब्रुव ईट् ब्रू धातुतः हलादिपित् प्रत्ययस्य ईट् आगमः भवति. ब्रुव पञ्चम्यन्तम्, ईट् प्रथमान्तं, द्विपदमिदं सूत्रम्. अतो वृद्धि लुकि हलि इत्यस्मात् हलि इत्यस्य अनुवर्तिकी. नाभ्यस्तस्याचि पिति सार्वधातुके इत्यस्मात् पिति सार्वधातुके इत्यनयोः अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं. भ्रुव भ्रुवः अङ्गात् ईट् हलि पिति सार्वधातुके. भ्रूञ्च व्यक्तायां धातु विषये एव अत्र भ्रुव ईट् इति अत्र सूत्रं भवति. ब्रू धातुतः हलादि पित् प्रत्ययम् अस्ति चेत् अत्र ईट् आगमः भवति. अनन्तरम् अत्र नाभ्यस्तस्याचि पिति सार्वधातुके इत्यनेन अत्र आकारस्य लोपः भवति. पूर्वमेव वयं दृष्टवन्तः एतत् विषये. इदानीम् अत्र नाभ्यस्तस्याचि पिति इति भवति, अनन्तरं सार्वधातुके इत्यनेन इत्यनयोः अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं. भ्रुवः अङ्गात् ईट् हलि पिति सार्वधातुके भवति. पित् पित् अस्ति, गुणकार्यं भवति इति. कुत्र भवति चेत् भ्रुवः अङ्गात् ईट् हलि पिति हल् अस्ति, अनन्तरं पित् अपि अस्ति. कुत्र भवति चेत् सार्वधातुके इति अत्र निमित्तं भवति महोदय. ईडागमः कुत्र, कस्य ईडागमः? इदानीमत्र ईट् आगमः तु कुत्र भवति चेत् अत्र यत्र ब्रू धातुः अस्ति अत्र अनुवृत्तिसहितसूत्रं दृष्ट्वा सामान्यतया आगमः आगमः यस्य भवति तस्य का विभक्तिः भवति इदानीम् आर्धधातुकस्य आर्धधातुकस्य एड् वलादेः इति वयं वदामः चेत् कस्य इडागमः वलादिप्रत्ययं परे अस्ति चेत् न कस्य इडागमः अत्र आर्धधातुकस्य इति अस्ति खलु आर्धधातुकस्य इडागमः आर्धधातुकस्य एड् वलादेः वलादेः आर्धधातुकस्य इडागमः तर्हि षष्टिविभक्तिः अस्ति खलु तत्र एवम् अत्र षष्टिविभक्तिः अस्ति वा षष्टिविभक्तिः नास्ति तर्हि कस्य आगमः इति कथं जानीमः अनुवृत्तिसहितसूत्रं दृष्ट्वा अङ्गात् परस्य सार्वधातुकम् अस्ति चेत् अनन्तरम् अत्र हलादिपित् अस्ति चेत् अत्र ईट् आगमः भवति कुत्र भवति चेत् ब्रू धातोः न ब्रू धातोः ईडागमः भवति इति कथं जानीमः अत्र ईड् ध्रुवः इत्युक्ते ध्रुवः इत्यस्य ईडागमः भवितुम् अर्हति अथवा हलिपित् इत्यस्य ईडागमः भवति अत्र षष्ट्यन्तं पदं नास्ति कथं निर्णयः अत्र संशयः जायते षष्ट्यन्तं पदं नास्ति तर्हि कस्य ईडागमः इति संशयः जायते एतादृशसंशये अनियमः अस्ति अनियमे नियमकारिणी का पञ्चमी बलिया पञ्चमी ध्रुवः पञ्चम्यन्तं भवति अथवा तत्र परकार्यं भवति परन्तु सप्तमीभक्तिः अस्ति चेत् पूर्वकार्यं भवति खलु तर्हि पूर्वकार्यं वा परकार्यं वा किं कार्यम् अत्र विजयलक्ष्मीपत्नी वदतु उभयोः तर्हि अस्य अर्थः उभयनिर्देशे पञ्चमी बलीयः इति अत्र अतः सप्तमी स्थाने भवति सप्तमीविभक्तिः स्थाने इत्युक्ते पञ्चमीविभक्तिः बलीयान् पञ्चमीविभक्तिः बलि विभक्तिः बलीयसि इति वयं वदामः चेत् तर्हि स्थाने कार्यं न भवति हा इत्युक्ते परकार्यमेव तत्र बलवत् भवति परकार्यं बलवत् भवति तर्हि भ्रुवः अङ्गात् कार्यं भवति इति चेत् कस्य कार्यं भवति इति चेत् हलिपिति सार्वधातुके इत्यस्य कार्यं भवति अतः अत्र हलिपिति सार्वधातुके इत्यस्य विभक्तिपरिणामं कृत्वा तत्र किं वदामः कथं वदामः हलः पितः सार्वधातुकस्य हलः पितः सार्वधातुकस्य ईट् आगमः भवति तर्हि सप्तमीविभक्तेः षष्ट्यन्तरूपेण परिणामः परिभाषायाः बलेन ब्रुवः इत्यस्य का विभक्तिः ब्रुवः इति पदं कथं लब्धम् कोऽपि वदतु इत्यस्य का विभक्तिः अत्र ब्रुवः पञ्चमी एकवचनमेव तर्हि ब्रुवः इति रूपं कथं लब्धम् ब्रूयोगः का विभ तत्र विभक्तिप्रत्ययः कः पञ्चमे एकवचनं का का कः प्रत्ययः नस्त नस्त नस् खलु ताभ्यां ब्यस् नेभ्यां ब्यस् नसिभ्यां ब्यस् नसिभ्यां ब्यस् नसि नसि नसि इति प्रति नसि इत्युक्ते तत्र नस् इति अस् इति अवशिष्यते अस् इति अवशिष्यते ब्रू इति उकारान्त वस्तुतः उकारान्तधातुः अस्ति खलु उकारान्तधातुः अस्ति तस्य अनुकरणम् अत्र धातुः अस्ति अपि च अस्तिति प्रातिप अस्तिति प्रत्ययः अस्ति इति कृत्वा उवङ् आदेशः अचिष्णुधातु ब्रुवाम् अचिष्णुधातु ब्रुवां योर् यङ् वङ्गौ इत्यनेन उवङ् आदेशः ब्रुवः इति रूपं लभ्यते तत्र क्विप् प्रत्ययस्य योजनं कुर्मः ब्रूयोगः क्विप् योजनं कुर्मः चेत् ब्रू इति अवशिष्यते तर्हि ब्रू इत्यस्य धातुसंज्ञा अपि अस्ति प्रातिपदिकसंज्ञा अपि अस्ति अधुसंज्ञा अस्ति इति कृत्वा अचिष्णुधातु ब्रुवाम् इत्यस्य कार्यं भवति ब्रुवः इति पदं लब्धम् एवमेव अग्रिमसूत्रे अपि ब्रुवः इत्येव पदं तर्हि इदानीम् अग्रिमसूत्रं पश्यामः इदं सूत्रं स्पष्टमस्ति वा? अस्तु, तर्हि अग्रिमं सूत्रमस्ति ध्रुवः पञ्चानाम् आदित आहो ब्रुवः इति. मीना भगिनी पठति वा? पठामि भगिनि. ब्रुवः पञ्चानाम् आदितः आहो ब्रुवः. परस्मैपदस्य लट्लकारे ब्रू धातुतः प्रथमपञ्चानां तिङ्प्रत्ययानां क्रमेण तिप्तश्चि सिप्तस् इत्येषां स्थाने नल् अथुस् उस् थल् अथुस् इति आदेशाः विकल्पेन भवन्ति. अपि च अस्मिन् पक्षे सति ब्रू धातोः स्थाने आह् इति धात्वादेशः भवति. ब्रुवः पञ्चम्यन्तं पञ्चानां षष्ट्यन्तम् आदितः अव्ययपदम् आहः प्रथमान्तं ब्रुवः षष्ट्यन्तम् अनेकपदमिदं सूत्रम्. विदो लटो वा इत्यस्मात् लटः वा इत्यनयोः अनुवृत्तिः. परस्मैपदानां नल् अथुस् उस्थल् नल् अथुस् नल् अथुस् उस्थल् अथुस् नल् नल् अम्मावः वा नल् अथुस् उस् थल् अथुस् अण् थल् अथुस् पुनः किमस्ति नल् नल् अथुस् नल् अथुस् उस् उस् थल् अथुस् अथुस् थल् थल् अनल्वामः इत्यस्मात् परस्मैपदानां नल् अथुस् नल् नल् अथुस् थल् अथुस् अथुसः इत्यनयोः अनुवृत्तिः. प्रत्ययः परश्च धातोः लस्य इत्येषाम् अधिकारः. अनुवृत्तिसहितसूत्रं ब्रुवः धातोः लस्य लटः परस्मैपदानां पञ्चानाम् आदितः नल् अथुस् नल् अथुस् उस् थल् अथु थल् अथुसः प्रत्ययः परश्च वा ब्रुवः आहः. अत्र ब्रुह इति धातुतः कुत्र आदेशः भवति अपि च धातोः धात्वादेशः अपि भवति पञ्चप्रत्यये परे परस्मैपदे लट्लकारे अस्ति चेत् तत्र तिक्तस् जि सिप्तस् इत्येषां स्थाने नल् अथुस् उस् थल् अथुस् इति आदेशाः भवन्ति विकल्पेन भवन्ति. यदि यदा नल् अथुस् उस् आदेशाः भवन्ति चेत् तिप्तस् जि सिप्तस् तस् सिप्तस् इति एतेषां स्थाने तत्र एकस्मिन् पक्षे ब्रू धातोः स्थाने आह् इति धात्वादेशः अपि भवति. तत्र ब्रुवः इति पञ्चम्यन्त्यम् अस्ति, पञ्चमी एकवचनं, पञ्चानां षष्ट्यन्तं ब्रुवः पञ्चानाम् आदितः इति अव्ययपदम् आह प्रथमान्तं ब्रुवः षष्ट्यन्तम् अनेकपदमिदं सूत्रं. तत्र ब्रुवः धातोः लट्लकारस्य परस्मैपदेषु परस्मैपदेषु लट्लकारे पञ्चानां प्रत्ययानां यत्र अस्ति तत्र तिप्तश्चि सिप्तस् सिप्तस् तादृशमेव तिप्तस्पर्यन्तं नल् अथुस् नल् अथुस् उस् थल् अथुस् इति प्रत्ययाः तेषां स्थाने क्रमेण आगच्छन्ति, विकल्पेन आगच्छन्ति, विकल्पेन ब्रुवः आहः इति आह् इति धात्वादेशः अपि भवति. तत्र ब्रू यत्र ब्रुवः ईट् भवति ब्रवीति इति अति ब्रू यद् यत्र तिप् तिप् तत्र ब्रू तत्र आह् आह इति तिप् स्थाने तिप् स्थाने किं भवति नल् नल् इति अकारः अस्ति, लकारः हलन्ति सूत्रेण भवति, नल् चुटु इति सूत्रेण भवति, आ एव ब्रू योगः तत्र आह आह भवति. यदि भवति एकस्मिन् पक्षे आह् अद आह भवति अथवा ब्रू ति ब्रुह ईट् इति सूत्रेण ईट् आगमः भवति तत्र ब्रू ई ब्रू ईति तत्र अच् अच् प्रत्ययः अस्ति हलन्तम् ऐ मीन् ङित् अपि अस्ति ङित् अस्ति वा किमर्थं ङित् अस्ति पित् अस्ति हलिपिति इति उक्तं तत्र ब्रुवः अङ्गात् ईट् हलिपिति सारधातुके तत्र तिप् हलादि पित् अस्ति तत्र ईडागमः तत्र ब्रूयोगः ति भवति तत्र ईडागमः भवति ब्रू इति तत्र तदनन्तरं गुणः भवति ब्रू इति तदनन्तरम् एषो यावः ब्रौ इति ब्रवीति ब्रवीति अथवा आह इति अन्यरूपमस्ति तादृशं तस् जी तिप् तस् तत्र तत्रापि ब्रू तस् इति हलादि अपित् अस्ति तस्मात् ईडागमः न भवति हलादि अपित्सु तत्र गुणनिषेधः ब्रूतः एव भवति यदि आह् अस्ति तत्र एकस्मिन् पक्षे ब्रूतः भवति अन्यस्मिन् पक्षे तत्र आह् आगच्छति चेत् तिप्तः नल् अतुस् अतुः आह् आह् अतुः आहतुः वा आहतुः भवति तिप्तः जि तत्र तत्र हलादि अपित् अस्ति तिप्तश्चि ब्रू ब्रू हलादि अपित् अस्ति गुण हलादि अपित्सु किं भवति तत्र अजादि अपित्सु तस्मात् अचिष्णु धातु युवर्युवाङ्ग इति भवति तत्र ब्रुव् अन्ति ब्रुवन्ति इति भवति अथवा आह् इति आगच्छति चेत् आह् आह् नल् अतुस् उस् आहुः अस्ति वा आहुः आह् नल् अतुस् उस् उस् एव उः तत् आहुः आहुः भगिनि सम्यक् वा आहुः आहुः तदनन्तरं तिक्तस्जि सिप् इति पित् अस्ति हलादि पित् अस्ति इदानीं ब्रुव ईट् इति आगच्छति सो ब्रूयोगः सि तत्र ईडागमः भवति ब्रु तत्र गुणं भवति ब्रो इति एचवयवः ब्रवीषि षत्वं भवति तत्र तदनन्तरं तिप्तस्ति तस् तस् तत्र आह् भवति तत्र यदि आह् भवति ब्रुवः धात्वादेशः आगच्छति चेत् आह् नल् नल् अतुस् उस् ठल् ठ भवति आह् ठ भवति आह् आह् आह् तदनन्तरम् अथ भवति वा आह्थ इति अथ इति भवति इति चिन्तयामि तदनन्तरं सिप्तस् तस् अस्ति तत्र ब्रू भगिनी अत्र किम् अस्ति सि इत्यत्र आह्योगः थ तत्र किमुक्तम् आहस्तः इति सूत्रेण हकारस्य स्थाने तकारादेशः तत्तु इदानीम् अनन्तरं पश्यामः इदानीं केवलम् अग्रिमम् अत्र केवलं वदतु अग्रिममात्रम् कुत्र अस्मि ध्रुयोगः ध्रुयोगः तः एकवचनमध्यमपुरुषे एकवचने इदानीं विशिष्टसूत्रमस्ति तद् यदा पश्यामः तदानीं रूपं साधयामः. इदानीं अग्रिमं वदतु, द्विवचनं वदतु. ब्रू योगः तः तत्र हलादि अपि तस्ति, तत्र किमपि नास्ति, ब्रूतः एव भवति. यदि आह् भवति चेत् आह् नल् नल् अतुस् उस् खल् अतुस् अतुः, सो आह् अतुः आहतुः भवति, आहतुः. ब्रू ब्रू योगः ब्रूत, तदनन्तरम् आह् इति आगमः न भवति. पञ्च पञ्चानां प्रत्ययानामेव तत्र नल् अतु स्वस्थल् नल् अतु स्वस्थल् अतुस् एव भवति. तदनन्तरं ब्रू एव तिष्ठति, ब्रूत. ब्रू ब्रूमि तत्र पित् अस्ति, हलादिपित्, तत्र ब्रुव ईट् भवति, ब्रवीमि, ब्रूवः. भगिनि समीचीनं, बहु समीचीनं, सम्यक् भगिनि, समीचीनम् इति एव रूपाणि. तत्र एकवचने विशिष्टसूत्रम् अस्ति, तद् एकवारं पठामः. तत्र आहस्तः इति सूत्रम् उमा भगिनी पठति वा? अस्ति वा? अस्तु तर्हि किम् अस्ति वा भगिनि? पठतु. आहस्तः सूत्रम् अस्माकं यत्र भवति तत्र भवति, कदापि न भवति. किमर्थम् अस्तु तर्हि अत्र सूर्यकुमारी भगिनी पठतु. भगिनि इत्यस्य हकारस्य स्थाने सकारादेशः भवति झलीपरे. अलोट्यस्य इत्यनेन आक् धातोः अन्तिमवर्णस्य हकारस्य स्थाने सकारः आसः षष्ट्यन्तं सः प्रथमान्तं द्विपदन्तं सूत्रं झलो झलि इत्यस्मात् झलि इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रम् आसः खः झलि. आहस्तः एट् टु तर्टि फैव् आह् धातोः हकारस्य स्थाने हकारस्य स्थाने सकारस्य सन्न हकारस्य स्थाने ठकारादेशः हकारस्य स्थाने कारादेशो भवति झलिपरे झलिपरे अस्ति चेत्. तर्हि इदानीं तत्र भ्रूधातोः पूर्वस्मिन् पूर्वसूत्रेण आह् इति आदेशः भवति. अनन्तरम् अत्र सिप् इति प्रत्ययस्य स्थाने अत्र तल् इति आदेशः भवति, आह् योगः थल्. तर्हि अत्र किं भवति इति वदतु. हकारस्य स्थाने थः इति आदेशः भवति, हकारः भवति, जलि पर्यस्ति चेत् अत्र समीचीनं, हकारस्य स्थाने तकारादेशः, अतः आत् योगः थ. इदानीं किं भवति आत् योगः थ? पूर्वं लिखितमासीत् खलु? तदेव धातोः हकारस्य स्थाने सो आगच्छति सकारयोगः आयोगः सो अत्र हकारस्य स्थाने हकारस्य स्थाने हकारादेशः भवति प्रथमवर्णः तवर्गस्य प्रथमवर्णः खरीच इति सूत्रेण प्रथमवर्णस्य प्रथमवर्णस्य न इति सकारादस्य द्वितीयवर्णः न न न न प्रथमवर्णः इत्यस्य हकारस्य स्थाने हकारादिशो भवति महाप्राणसकारः आत् योगः तदनन्तरं हरिच इति सूत्रेण पूर्वस्मिन् तकारस्य पूर्वं यद् यः तकारः अस्ति तस्य स्थाने तवर्गस्य प्रथमवर्णः त आत् ह अस्तु तर्हि सूत्रस्य कार्यं तु वयं जानीमः हकारस्य हकारादेशः जलिपरे अस्तु समीचीनं धन्यवादः भगिनि इदानीं इदानीं तत्र साक्षात् रूपाणि वयं साधयामः तत्र किं सूर्यकुमारी भगिनी वदतु रूपाणि लटि सम्पूर्णतया वदतु लटि धातु अस्ति आह एव भगिनी धातु ब्रू धातुः किमर्थम् आह इति पृच्छति ब्रू धातुः ब्रू योगः ब्रूयोगः ति ब्रो ब्रो ईट् आगमः भवति क्षम्यतां भगिनि हलादिपित् अस्ति ब्रूयोगः ईति भवति तत्र गुणः भवति ब्रो इति यतो यवायावः इत्यनेन ब्रवति भवति ब्रवीति ब्रवीति ब्रवीति भवति ब्रूयोगः तः अपि तस्ति ब्रूतः प्रथमपञ्चानां तत्र अन्यदपि रूपमस्ति खलु अह अपि भवति तदपि वदतु ब्रूस्थाने आह भवति आह योगः ति तत्ति स्थाने प्रत्यादेशः भवति आदेशः कः आदेशः नल् नल् नल् आयाति आ एव अवशिष्यते ब्रूयोगः आ आह योगः आह एव भवति द्विवचने प्रथमं ब्रू ब्रूयोगः तः तत्र ईट् आगमः न भवति ब्रूतः एव रूपम् आह योगः तत्स्थाने अतुस् अतुः भवति आहुतुः भवति आहतुः भवति अन्ति तत्र उत्साय क्षम्यतां ब्रूयोगः अन्ति तत्र उवङ्गादेशः भवति ब्रुवन्ती भवति आह योगः अन्तिस्थाने उत्सायाति आहुः भवति आहुः तदेव भगिनि आमाम् आहुः सत्यम् द्विवच मध्यमपुरुषे ब्रूयोगः सि तत्रापि ईट् आगमः भवति पित् अस्ति पित् अलाद् अस्ति ब्रू ईसि भवति ब्रू ईसि गुणः भवति ब्रो ब्रो योगः ईसि ब्रवीसि भवति तत्र सत्त्वमपि भवति ब्रवीसि आह आयाति चेत् आह योगः थल् थल् प्रत्यय सि स्थाने थल् आयाति आहतः भवति तत्र विशिष्टसूत्रमस्ति खलु ओ इदानीं यत् पठितम् आहस्तः इत्यनेन आहास्थाने तकार आयाति आहस्थाने हकारस्य स्थाने योगः आहत्योगः थ खरीच इत्यनेन आहत्थ आहत्तिन आत् योगः थ आमाम् आत् योगः थ आहत् तदनन्तरं खरीच इत्यनेन अल्पप्राणतकारः आत् योगः थ आप्ता भवति मध्यमपुरुषद्विवचने ब्रू योगः थः तत्र ईत् न आयाति ब्रूतः एव ब्रूतः आह आयपक्षे आह योगः थः तः स्थाने अतस् अतुस् प्रत्ययायाति आहयोगः अतुस् आह आहतुः भवति बहुवचने भ्रूयोगः थ भ्रू भ्रूथा भवति आह तत्र आह नास्ति एकरूपमेव भ्रूथ भ्रूयोगः मी हलादि पित् अस्ति ईट् आगमः भवति भ्रूयोगः ईमि गुणः भवति ब्रोयोगः ईमि यचोयवायाः ब्रवामि भवति ब्रवीमि क्षम्यताम् ईमि ब्रवीमि भवति वः ब्रूयोगः वः हलादपित् अस्ति ब्रूवः ब्रूमः ब्रूवः ब्रूमः सम्यक् धन्यवादः इदानीं तत्र लोट्लकारे अरुणा भगिनी वक्तुमिच्छति वा भगिनि लोट्लकारपरस्मैपदि टु तात् टु इति पित् अस्ति पालादिपित् अस्ति अतः ब्रूव ईट् इति सूत्रेण ईट् ईट् आगमः भवति ब्रूयुगः ईट् गुणः भवतु ब्रो भवति ब्रो ब्रो वितु ब्रोवीतु इति न ओ अत्र लटि रूपं पत्ते आगतं भगिनि ईतु इति अस्ति इदानीं गुणः जातः ब्रो योगः ईतु इदानीं किं जायते अजादिः अस्ति खलु ओकारः अस्ति पूर्वम् ब्रवीतु ब्रवीति ब्रवीतु ब्रवीति ब्रवीतु तात् इति अपित् अस्ति अतः केवलं वर्णमेलनेव ब्रूतात् जलाञ्जलात् ब्रूतात् रूपद्वयं ब्रूयुः ताम् हलादि अपित् अस्ति अतः केवलं वर्णमेलनेव ब्रूताम् ब्रूयुः अन्तु अत्र अन्तु अजादि अप्यत्तु ब्रुवन्तु भवति केन सूत्रेण अचुष्टजातुर्वायुवाङ्गम् ब्रुवन्तु तदनन्तरं मध्यम पुरुष एकवचनं ब्रूहिदा प्रत्ययः ब्रूयुहि अपित् अस्ति केवलं वर्णमेलनेव ब्रूहि भवति अब्रूतात् ब्रूदात् ते अपि अपित् अस्ति ब्रूतम् अपि तम् अपि अज अपित् अस्ति हलादि अपित् अस्ति ब्रूमेले ब्रूतां ब्रूत लोट्लकारे आनि आवाम सर्वे पित् अस्ति ब्रूयो भव भवन्ति भवति प्रथमगुणं भवति ब्रो भवति ब्रो युवः अन्ति आनि आनि आनि ब्रो ब्रवाणि भवति ब्रवाणि नत्वं नत्वं सूत्रं किं नत्वस्य इन्कोः भगिनि न नत्वस्य सूत्रम् इन्कोः अट्कुप्वाङ्क् नुम्ब्यवाये अपि अट् अट् प्रत्याहारस्य वर्णः अस्ति खलु अकारः अनन्तरं बकारः बकारः अपि अट् एव आकारः अपि अट् इति कृत्वा नत्वं जायते अग्रे अत्र अत्रापि गुणं भवति ब्रुवावा भवति न ब्रुवावा इति न ब्रूयोगः किमस्ति आव गुणः जायते ब्रो तदनन्तरं यचोयवायवः इति कृत्वा एवं ब्रवाम इति अस्ति समीचीनं धन्यवादः तर्हि इदानीं लङ्लकारे शोभभग्नि वदतु आं भगिनि लङ्लकारे प्रत्ययः ताम् अन् इति तत्र एकवचने त इति हलादि पित् प्रत्ययः ब्रूयोगः त हलादि पित् अस्ति चेत् ब्रुव ईट् इत्यनेन ईडागमः भवति तर्हि ब्रूयोगः ईट् योगः त इदानीम् ईट् इत्यस्य ब्रूयोगः ईत् इति भवति अडागमः क्षम्यतां तत्र अडागमः प्रथमम् अट् योगः ब्रूयोगः त अट् इदानीम् अब् इडागमः भवति त इति प्रत्ययस्य ऐ अब्रू ईत् ईत् इति भवति इत्युक्ते तत्र इदानीम् अब् ब्रू इति अङ्गम् ईट् इत्यस्य इकारः तर्हि तत्र गुणः भवेत् यतोहि पित् अस्ति तर्हि ब्रो इति भवति अब्रो एचो यवा यावः इत्यनेन अवादेशः अब्रौ इति अब्रौ योगः ईतु अब्रवीतु अब्रवीत् क्षम्यताम् अब्रवीत् इति भवति अन्यस्मिन् पक्षे तत् तावदेव अब्रवीत्। इदानीं ब्रूयोगः अन्यस्मिन् पक्षे अपि अस्ति खलु, तत्र इत्युक्ते पदान्ते अस्ति, तर्हि तत्र किं भवति? पदान्ते अस्ति सत्यम्, अब्रवीत् अप्रवीद् इति भवति। तदनन्तरं ब्रूयोगः तां तत्र किमस्ति तदर्थं सूत्रं? जलां जशुन्त इति सूत्रम्। अनन्तरं जलं जशुन्त एकमेव रूपं खलु, जलां जशुन्त इत्यनेन अब्रवीद् इति भवति, अवसाने इत्यनेन विकल्पेन भवति। आमां सम्यक्, अवसानम् अस्ति परम् इत्यतः भवितुम् अर्हति तत्र। आम्, इदानीं ब्रूयोगः तां, तत्र तु अपित् अस्ति प्रत्ययः हलादि, अतः ब्रूताम् इति एव, अब्रूतां क्षम्यताम्, अब्रूताम्। इदानीम् अब्रू इति योगः अन्, तत्रापि अजादि किन्तु अपित् प्रत्ययः अपित्। इदानीम् अजादिपरे तत्र अचिष्णुधातु ब्रूमम् इत्यस्य प्रसक्तिः, अतः तत्र अचिष्णुधातु इयङ् उवङ्गादेशः, तर्हि अब्रू इति उवङ्गादेशः अब्रुव् इति भवति, अब्रुवन् इति भवति, अब्रुवन्। इदानीं मध्यमपुरुषे स, तं, त, तत्र स इति पित् प्रत्ययः, अपि च हलादिपित्, अतः हलादिपित् अस्ति इति कृत्वा ईडागमः ईडागमः भवति, अब्रुयोगः ईट् योगः स। तत्रापि ई अब्रू योगः ईस् इति भवति। इदानीम् अब्रू इत्यत्र गुणः भवति अब्रो इति भवति, पुनः अवादेशः अब्रवीः इति भवति वा, अब्रवीः सम्यक् सम्यक् अब्रवीः। हा, इदानीम् अब्रुयोगः तम् अब्रूतम्, अब्रुयोगः त अब्रूत। उत्तमपुरुषे अम् वा म, अम् इति अजादिपित् पित् अस्ति इत्यतः गुणः भवति, अब्रुयोगः अम्, तत्रापि तदेव तानि एव कार्याणि। तर्हि गुणः अवादेशः अब्रौ अब्रवम् इति भवति, अब्रुयोगः वा तत्र हलादि अपित् किम् अब्रू अब्रूवा अब्रूवा अब्रूमा इति भवति वा? आमां तावदेव अब्रू। अस्तु, आम् सम्यक् सम्यक् समीचीनं, धन्यवादः। तर्हि सम्यक् भगिनी, विधिलिङ्गी विजया भगिनी वदति वा? आं महोदय, वदामि। आम्, अत्र यात् यातां युः, याः यातं यात याव याम, न यां याव याम इति भवति। इदानीं ब्रू इति धातु अस्ति, अत्र सर्वत्र हलादि अपित् अस्ति, अतः तत्र वर्णमेलनमेव ब्रूयात्। अनन्तरम् अत्र एकस्मिन् पक्षे न अस्तु वदतु। जलं चषन्ति इत्यनेन ब्रूयात्, अनन्तरम् अत्र ब्रूयात् इति वा अवसाने इत्यनेन अत्र ब्रूयात् इति भवति। किं भव अनन्तरम् अत्र यातम् अस्ति, एतदपि वर्णमेलनमेव ब्रूयात्। अनन्तरं युः अस्ति ब्रूयुः, अनन्तरं याः ब्रूयाः, अनन्तरं यातं ब्रूयातं ब्रूयात् ब्रूयान् ब्रूयाव ब्रूयाम इति भवति। सम्यक् सम्यक् धन्यवादः. तर्हि इदानीं तत्र आत्मनेपदेषु केवलं रूपाणि लटि किं तत्र लक्ष्मीभगिनी वदतु. आं भगिनि वदामि. लटि अत्र ब्रूयोगप्रत्ययाः ते आते आते सर्वे अपितः केवलं वर्णमेलनमेव भवति. ईटागमः ईटागमः न भवति यतोहि हलादिपित्ति एव ईटागमः भवति. अत्र सर्वे प्रत्ययाः अपितः इति कारणात् ईटागमः न भवति. अपि च लट्टि परस्मैपदि एव धात्वादेशः अपि भवति इति कारणात् अत्र रूपद्वयं न सम्भवति, एकमेव रूपं. लटि रूपाणि ब्रूयोगति ब्रूयोगति अत्र ब्रूते इति एव खलु भगिनि. ब्रूते ब्रुवाते ब्रुवते आते अते इत्यत्र अचिष्णुधातु ब्रुवं युवोर्यङ्गमङ्ग इत्यनेन उवङ् आदेशः अजाति अपि तस्ति इति कारणात् ब्रूते ब्रुवाते ब्रुवते. ब्रूषे इति भवति अत्र ब्रूयोगसे इत्यत्र आदेशप्रत्ययोः इत्यनेन सकारस्य शकारादेशः भूत्वा ब्रूषे ब्रुवाथे ब्रुवध्वे न ब्रुवध्वे इति न ब्रूध्वे क्षम्यतां ब्रूध्वे ब्रुवाधे ब्रूध्वे ये वहेमहे इत्यत्र ब्रूवे ब्रूवहे ब्रूमहे न न ये ये इत्यत्र एकवचने पुनः वदतु रूपं ब्रूयोग ये इत्यत्र उवङ् आदेशः भूत्वा ब्रूयोग उव ब्रुव ब्रूयोग ये ब्रुवे ब्रुवे ब्रूवहे ब्रूमहे. सम्यक् समीचीनं. तर्हि इदानीं लोटि उषाभग्नि झटिति वदतु. अस्तु भगिनि. तां लोटि ब्रूदातु तां माता मतां ब्रूयोगः तां तां हलादि अपित् ब्रूतामेव भवति. गुणः अपि नास्ति, ईडागमः अपि नास्ति. ब्रूताम् आतां मतां उवङ् आदेशः भवति. उवङ् आदेशः भवति इत्यनेन ब्रू इति ब्रुवातां भवति. ब्रुवातां ब्रुवताम् अनन्तरं मध्यमपुरुष स्व आतां द्वं स्व ब्रू उ अस्ति. ब्रूष्व आताम् उवङ् आदेशः. ब्रुवात्थां द्वं हलादि हलादि इत्यनेन वर्णमेलनमेव ब्रूध्वम् ऐ आवहै आमहै ऐ आवहै आमहै अजादि अपित् इत्यनेन अचिष्णुधातु ब्रुवां कार्यम् अजादिपित् ओ ऐ आवहै आमहै अजादिपित् इत्यनेन गुणकार्यं भवति. गुणकार्यं भवति इत्यनेन ब्रू इति ब्रो योगः ऐ ब्रो ओकारः अव् आदेशः भवति. ब्रवै ऐ ऐ ब्र वै अव् ब्रवै ब्रवै देन् अनन्तरम् आवहयामहे तत्रापि गुणकार्यं एचो अयवायावः कार्यं ब्रू इति ब्रो योगः आवहै ब्रवावहै ब्रवामहै. सम्यक्. इदानीं लङ्गी सरस्वती भगिनी वदतु. अस्तु भगिनि. ब्रू धातु अस्ति तत्र लङ् अतः अडागमः भवति. अब्रू अब्रू अस्ति तदनन्तरं त आताम् अतो तर्हि सर्वे अपि सन्ति अतः केव अपितः सन्ति अपितः सन्ति सर्वे अपितः सन्ति अतः यत्र हलादिः सन्ति तत्र सर्वे केवलं वर्णमेलनम् अतः अभ्रूत तदनन्तरम् आसाम् अत्र अचिष्णुधातु ध्रुवं ध्रुवोर्यङ्गु अङ्गो अभ्रुवाताम् अभ्रुवत मध्यमपुरुष थाः आथां ध्वं थाः केवलं वर्णमेलनम् अभ्रूथाः आथाम् अत्र अचिष्णुधातु अनेन उभङ्गादेशः अभ्रुवाथां ध्वम् अत्र केवलं वर्णमेलनम् अभ्रू अभ्रूध्वम् तदनन्तरम् इवहिमहि इ अजादि अस्ति अतः अभ्रूवि वहिमहि हलादि अतः अभ्रूवहि अभ्रूवहि अभ्रूमहि सम्यक् समीचीनं विजयलक्ष्मी भगिनी समापयतु विधिलिङ्गि विधिलिङ्ग् कार्यं नास्ति खलु भवती वदतु ब्रू इति अस्ति ईत ईयाताम् ईरन् सर्वत्र अचिष्णुधातु ब्रुवाम् इति ब्रू इत्यस्य ब्रुव इति भवति ब्रुवयोगः ईत ब्रुवीत ब्रुवीयातां ब्रुवीरन् ब्रुवीथाः ब्रुवीयाथां ब्रुवीत्वं इति किमस्ति ब्रुवीय ब्रुवीवहि ब्रुवीमहि सम्यक् सम्यक् इति तत्र ब्रूधातोः रूपाणि साधितानि तर्हि इतः अग्रे अग्रिमसप्ताहे अग्रे गन्तुं शक्नुमः तत्र सूङ् धातुः अस्ति भगिनी अस्मिन् सूत्रे ब्रुवः ईट अपि च ब्रुवः पञ्चानामादितः आहो ब्रुवः अत्र ब्रुवः इति रूपं कथं लब्धम् इति पुनरेकवारं वक्तुं शक्यते किम् तत्र ब्रू इति धातुः अस्ति इदानीं तत्र सूत्रेषु तत्र विभक्त्यन्तरूपेण तत्र प्रयोगः अस्ति अतः ब्रूधातुतः साक्षात् प्रातिपदिकात् एव सुप्रत्ययस्य विधानं धातुतः सुप्रत्ययस्य विधानं नास्ति अतः तत्र किं कुर्मः तत्र क्विप् प्रत्ययं योजयामः ब्रूयोगः क्विप् क्विप् योजयामः चेत् तत्र क्विप् प्रत्ययेन सर्वापहारलोपः तर्हि ब्रू इति प्रातिपदिकं लब्धं तत्र धातुसंज्ञा अपि अस्ति प्रातिपदिकसंज्ञा अपि अस्ति क्विबन्ताः धातुत्वं न जहति इत्यनेन धातुसंज्ञा अपि अस्ति प्रातिपदिकसंज्ञा अपि अस्ति ब्रूयोगः अस् पञ्चमीविभक्तिप्रत्ययः अस् तर्हि इदानीम् अजादिप्रत्ययः अस्ति धातुः अपि अस्ति उकारान्तधातुः रूपी अङ्गम् अस्ति उकारान्तधातुरूपी अङ्गं चेत् तत्र अचिष्णुधातु ब्रुवां योर् इयङ् वङ्गौ इत्यनेन वङ् आदेशः ब्रूव् योगः अस् ब्रुवस् अनन्तरं ऋत्वविसर्गौ ब्रुवः बुद्धं वा बुद्धं भगिनि किन्तु अत्र पाणिनिमहर्षिः स्थिपा निर्दिष्टः इत्यनेन न कृतः किन्तु अत्र विभक्तिप्रत्ययः साक्षात् योजयित्वा ब्रुवः इति कृतवान् इति वैशिष्ट्यम् इति स्थिपा निर्दिष्टः ब्रुवेतेः इति ऊर्णोतेः इति यथा कृतं तत्र तत्र कुत्रचित् स्टिपानिर्देशः अस्ति कुत्रचित् इकानिर्देशः अस्ति कुत्रचित् नास्ति स्टिपानिर्देशः अस्ति चेत् यङ्लुकि न भवति इति अवगम्यते परन्तु अत्र स्टिपानिर्देशस्य प्रयोजनम् अत्र किमपि प्रायः न स्यात् इति कृत्वा यतोहि ब्रूधातुतः यङ्लुगन्तरूपमेव न लभ्यते अजादिः अस्ति खलु अतः यङ्लुगन्तरूपमपि नास्ति अजादिधातुतः यङ्लुगन्तरूपं नास्ति अतः अत्र स्टिपानिर्देशः क्रियते चेत् तत्र न कोऽपि लाभः इति कृत्वा अत्र अत्र एव लाघवम् इति कृत्वा एवं कृतं स्यात् ब्रूधातु अजन्तः क्षम्यतां ब्रूधातुः अजन्तः अजन्तः इत्युक्ते धातोरेखाचो हलादेः यङ् समयः समभिहारे यङ् इति अस्ति खलु, तर्हि अत्र अस्मात् धातुतः यङ् भवति वा इति चेत् हा इत्युक्ते तत्र हलादिः अपि अस्ति, हलादिः अत्र तु हलादिः एव अस्ति, अतः यङ्लुकि भवति, सत्यं यङ्लुकि भवति अत्र हलन्तः इति मया चिन्तितं, वस्तुतः अत्र हलादिः हलादेरेकाचु हलादिः भवेत् एकाच् भवेत्, अत्र हलादिः अपि अस्ति एकाच् अपि अस्ति इति कृत्वा यङ्लुगन्तरूपं भवति, ब्रवीति इति रूपमस्ति, अत्र तु ईडागमः अपेक्षितः अस्ति, यदि स्टिपानिर्देशः अस्ति चेत् अस्य कार्यं न भवति, तत्र ईडागमः न लभ्यते इति कृत्वा स्टिपानिर्देशः न कृतः. समीचीनं भगिनि, अस्तु धन्यवादः भगिनि, धन्यवादः, नमस्कारः, अस्तु सम्यक्, अस्तु तर्हि अत्र स्थगनं कुर्मः, धन्यवादः, नमस्कारः, धन्यवादः, धन्यवादः, नमस्कारः, धन्यवादः भगिनि, धन्यवादः, नमस्कारः.